गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। केवलव्यतिरेकिणः निरूपणम्। पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति अनुमानवाक्यम्। तत्र इतरेभ्यः भिद्यते इति साध्यमस्ति, पृथिवी इति पक्षः, गन्धवत्वात् इति हेतुः, इतरेभ्यः भिद्यते। तर्हि इतरेभ्यः भिद्यते इत्यस्मिन् के अन्तर्भूताः भवन्ति इति चेत् चतुर्दशभेदाः अन्तर्भूताः भवन्ति इति अस्माभिः अधीतम्। तत्र षट् पदार्थाः द्रव्यं विहाय ये षट् पदार्थाः सन्ति तेषाम् इतरभेदत्वं पृथिव्यां वर्तते, अपि च पृथिवीं विहाय अष्टद्रव्याणाम् इतरभेदः पृथिव्यां वर्तते। आहत्य चतुर्दशभेदाः इति तावत् अधीतम्। अग्रे गमनात् पूर्वम् अत्र अन्वय केवलान्वयी इत्यत्र किञ्चित् चिन्तितं खलु, तस्मिन् विषये केनापि चिन्तितं वा? मम समयः न लब्धः, अतः तावत् चिन्तनं न मया न कृतं। यदि अन्यैः कृतं तर्हि इदानीं वक्तुं शक्यते, नो चेत् अग्रिमे वर्गे इतोपि तस्मिन्नेव विषये चिन्तनं कुर्मः। अस्तु, तर्हि 215th पेज् तत्र परन्तु इति आरम्भणीयं। तस्मात् पूर्वं तत्र चित्रमस्ति, चतुर्दशभेदाः, पृथिवी गुणः न, पृथिवी जलं न, पृथिवी वायुः न इत्यादिकं चतुर्दशभेदाः तत्र उक्ताः। तत्र समुदायम् एकेन समुदायेन स्वीकृत्य अत्र इतरेभ्यः भिद्यते इति अवगन्तव्यम् इति उक्तम्। अस्तु, सत्यभौम भगिनी आरब्धुमिच्छति वा? परन्तु आं महोदय, परन्तु एतेषां चतुर्दशानां भेदानां ज्ञानं किम् अधीनं? प्रश्नः। गन्धाधीनं, गन्धः च पृथ्वी लक्षणं, लक्षणं तद्भवति यत् अयं मदाश्रयः इतर व्यतिरिक्तः इति बोधयति, तथा च गन्धज्ञानेन पृथ्व्याम् इमे चतुर्दशभेदाः साधनीया, न यदावदा कुत्रापि पृथ्व्याम् अस्माभिः ते ज्ञाताः। अतः अत्र अन्वयव्याप्ति न शक्यते ज्ञातुम्। अत्र कथं पक्षे साध्यमस्ति, गन्धः हेतु निरूपणीयः वा अस्मिन् परिच्छेदे? हेतुः निरूपणीयः वा? साध्यम् एव, साध्यं निरूपयामः खलु। क्षम्यते, तर्हि साध्यं किम्? इतरेभ्यः विद्यते इति। हा, समीचीनं। तद् किं हेतुं स्वीकृत्य स्थाप तं हेतुं स्वीकृत्य गन्धम् इति गन्धवत्वात् इति हेतुः इदानीम् एतेषां चतुर्दशानां भेदानां ज्ञानं किम् अधीनं? पृथ्व्याम् एतेषां चतुर्दशानां भेदं किम् अधीनम् इति प्रश्नः वा महोदय? इत्युक्ते पृथिवी वायुः न इति तत्र वाक्यं कथं वक्तुं शक्यते? पृथिवी वायुः न, पृथ्वी अन्योन्यभावस्वीकृत्य वा महोदय न अवगतम् अत्र किं पृथिवी अपि च वायुः उभयमपि समानं वा न वा? समानं नास्ति. हा, तर्हि नास्ति इति उक्तवती खलु? आम्. नास्ति इति किम् आधारीकृत्य उक्तवती? गुणम् आधारीकृत्य. किं गुणम्? पृथ्व्याः गुणमस्ति गन्धं, वायु, शीतस्पर्शवत्यः. हा, शीतस्पर्शवत्यः इति अत्र चिन्तनं नास्ति. पृथिव्यां गन्धः अस्ति, वायौ गन्ध अभावः अस्ति खलु? ओके, एवं चिन्तनम् इति कृत्वा पृथिवी वायुः न इति वक्तुं शक्यते. तर्हि अत्र भेदं साधयितुं गन्धः अस्ति वा नास्ति वा इति दृष्ट्वा एव वक्तव्यं खलु? यस्मिन् गन्धः अस्ति तत् पृथिवी, यस्मिन् गन्धः नास्ति तद् अपृथिवी, पृथिवी नास्ति इति. तर्हि अत्र पृथिवी वायुः न इति वक्तुं वायौ गन्ध अभावः ज्ञातव्यः, तदा एव पृथिवी वायुः न इति वक्तुं शक्यते खलु? वायौ गन्ध अभावः, आम् आम्, तदा एव वक्तुं शक्यते. हा, इति कृत्वा गन्ध अधीनम् इति उक्तम्. ओके, गन्धस्य भावः वा गन्धस्य अभावः वा ज्ञात्वा एव एषा पृथिवी एतद् अन्यः इति वक्तुं शक्यते खलु? अवगतं. तदेव अत्र उक्तं गन्धाधीनं गन्धश्च पृथिवीलक्षणं. तदनन्तरं लक्षणं तद्भवति यत् लक्षणं तद्भवति यत् अयं मदाश्रयः इतरः व्यतिरिक्तः. लक्षणं किं करोति? इतरव्यतिरिक्तः. लक्षणस्य लक्षणं किम् इति चेत् अत्र अन्येभ्यः पदार्थेभ्यः भिद्यते इति. अयम् इत्युक्ते अयम् इति अयं मद् आश्रयः, मद् गन्धः. अयं पृथिवी मदाश्रयः गन्धाश्रयः इति संशयं वा महोदय? इति बोधयति लक्षणं. लक्षणम् इति गन्धः खलु? आम्, गन्धः वदति अयं मदाश्रयः. इयम् अत्र अत्र अत्र पृथिवी इत्युक्ते इयम् इति वक्तव्यं, किन्तु तथा च गन्धज्ञानेन पृथ्व्या इमे चतुर्दशभेदाः साधनीयाः. अनेन किं साधनीया इति चेत् गन्ध यत्र यत्र गन्धः तत्र तत्र इतरभेदाः वर्तते इति. पृथ्व्यामिमे अत्र तदेव अनुमावाक्यं, किन्तु कुत्र पक्षः अस्ति पृथ्वीज्ञानेन पृथिव्याम् इमे चतुर्दशाः भेदाः साधनीयाः. तर्हि अत्र चतुर्दश वस्तूनि यानि सन्ति तेषु गन्धः अस्ति वा न वा इति द्रष्टव्यम्. गन्धः नास्ति चेत् न इति वक्तुं शक्यते, भेदः साधयितुं शक्यते, अन्योन्य अभावः साधयितुं शक्यते. आम्, साधयितुं शक्यते. तदेव उक्तम् अत्र. न एतावता कुत्रापि पृथ्व्याम् अस्माभिः ते ज्ञाताः. ते ज्ञाताः इत्युक्ते के? के न ज्ञाताः? चतुर्दशभेदाः. अतः अत्र अन्यव्याप्ति न शक्यते ज्ञातुम्. तेषां ज्ञानं विना अन्यव्याप्ति न ज्ञातुं शक्यते इति. भवती भवती अवगच्छति वा इति तत्र सर्वनामशब्दं न प्रयोगं करोतु. चतुर्दशपदार्थानां भेदाः अत्र व्याप्ति ज्ञानेन तद् ज्ञातुं शक्यते, किन्तु वयं व्याप्ति न, व्याप्तिज्ञाने किं वदति? महोदय अन्वयव्याप्ति अन्वयव्याप्तेः आकारः कः? यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. हा, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिः खलु? तर्हि इदानीं तत् स्वीकृत्य अत्र प्रतिपादयतु. अत्र यत्र यत्र इत्युक्ते यत्र यत्र गन्धः तत्र तत्र इदरभेदः इति. हा, इति भवेत्. इति भवेत्, किन्तु तद् वयं न दृष्टवन्तः तावत् एतावत्. किं न दृष्टवन्तः? तदेव वयं निरूपितं खलु, तदा एव अस्ति इति एव वयं निरूपितवन्तः. निरूपणं जायमानमस्ति, न निरूपितम्. तस्य निरूपणं जायमानमस्ति. तर्हि अत्र किमुक्तम्? अत्र अन्यव्याप्तिः न शक्यते ज्ञातुम्. अद निरूप तादृशम् अत्र यदा भूमः तादृशं न निरूपितुं शक्यते इति. अन्यव्याप्तिनिरूपणं निरूपयितुं शक्यते? अन्यव्याप्तिनिरूपणं न कर्तुं शक्यते इति. वदतु अत्र कः इति वदतु. यत्र यत्र गन्धः तत्र तत्र इतरेभ्यः इतरभेदः इति. हा, यत्र यत्र गन्धः तत्र तत्र इतरभेदः इति न वक्तुं शक्यते. किमर्थम् इति चेत् किमर्थं वदतु? इतरभेदः एकनिमिषं महोदय. इतरभेदः गन्धः अवगतवती, किन्तु इतरभेदः इत्यनेन पृथ्वी एव उक्तः खलु. अत्र मम क्लेशः अस्ति. न, इतरभेदः इत्यनेन चतुर्दशभेदाः ये सन्ति ते उक्ताः खलु, तदेव एतावत् निरूपितम्. तत् पृथ्व्याम् एव वर्तते इति अपि वयं दृष्टवन्तः. न दृष्टवन्तः, तदेव इदानीं निरूपयन्तः स्मः वयम्. अधः एव अत्र दत्तमस्ति. न, भवती न वदति. अस्तु, एकनिमिषम्. अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्यमस्ति, तदेव अन्वयव्याप्तिवाक्यमस्ति खलु. अस्तु, एतादृशवाक्यं धूमज्ञानं विना वह्निज्ञानं विना हेतुसाध्ययोः ज्ञानं विना यत्र यत्र धूमः तत्र तत्र वह्निः इति वाक्यं रचयितुं शक्यते वा? न रचयितुं शक्यते महोदय. हा, तर्हि उभयोः ज्ञानं, हेतोः ज्ञानं साध्ययोः ज्ञानम्, उभयोः ज्ञानम् आवश्यकमस्ति खलु. एतादृश अन्वयव्याप्तिवाक्यं रचयितुम् उभयोः ज्ञानम् आवश्यकमस्ति खलु. आम्. हा, तर्हि इदानीम् अस्मिन् सन्दर्भे अत्र अन्वयव्याप्तिवाक्यं किं भवती उक्तवती, एकवारं पुनः वदतु. यत्र यत्र गन्धः तत्र तत्र इतरभेदः इति. हा, तत्र तत्र इतर अत्र एतादृशवाक्यम् इतरभेदम् अज्ञात्वा एतादृशवाक्यं वक्तुं शक्यते वा? न वक्तुं शक्यते खलु. न वक्तुं शक्यते इति कृत्वा अन्वयव्याप्तिः न वक्तुं शक्यते इति उक्तम्. अत्र अनेन अनुमानेन इतरभेदः साधनीयः भवति. न ज्ञातम् एतावत्पर्यन्तम् इतरभेदः पृथिव्याम्, इतरभेदाः पृथिवी इतरेभ्यः भिद्यते इति एतावत्पर्यन्तं न ज्ञातम्. इतरभेदाः एव साधनीयाः. तत् यत् साधनीयमस्ति तत् कथं वा ज्ञातुं शक्यते? यत्र यत्र गन्धः तत्र तत्र इतरभेदाः इति न वक्तुं शक्यते खलु. इति कृत्वा अन्वयव्याप्तिः न वक्तुं शक्यते इति उक्तं, बुद्धं वा? अबुद्धम्। अस्तु अग्रे गच्छेम। अन्य अन्यः कोऽपि पठतु इदानीं, स्वामी महोदय पठति वा अग्रे, कुतः उच्यते? धन्यवादः महोदय। कुतः उच्यते अन्वयव्याप्तिः हि हेतुसाध्ययोः भूयो दर्शनादिना महानसादौ कृषिता अन्वयव्याप्तिः न शक्यते इति पूर्वं ज्ञातं, हेतुसाध्ययोः महोदय भूयोदर्शनादिना इति मया न बुद्धं। भूयः इत्युक्ते पुनः पुनः इति, पुनः भूयो भूय हा भूयोदर्शनादिना महानासादौ यत्र यत्र धूमः तत्र तत्र तादृश्यं किम् इति अन्वयव्याप्तिः अस्ति खलु महोदय, तादृश अन्वयव्याप्तिः कथं ज्ञातं? धूमे अन्वयव्याप्तिः वर्तते, यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः वर्तते धूमे, तत् कथं ज्ञातम् इति चेत् पुनः पुनः महानसादौ, महानसे अन्यत्र हवनकुण्डे इति बहुत्र यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति ज्ञात्वा अत्र अन्वयव्याप्तिः गृहीता खलु। सत्यं सत्यं, धूमे अन्वयव्याप्तिः अस्ति, धूमः व्याप्यः अन्यः व्यापकः इति अवगतं खलु, तावदेव अन्वयव्याप्तिः। अत्र हेतुः साध्य हेतुसाध्ययोः ज्ञानं विना अन्वयव्याप्तिः न वक्तुं शक्यते, किन्तु इदानीं प्रश्नः करणीयः भवद्भिः किम् इति चेत्, वह्निः ज्ञातं चेत् किमर्थं वह्नेः अनुमानं करणीयम् इति प्रश्नः करणीयः खलु। पक्षे न ज्ञातं खलु, पक्षे न ज्ञातं, वह्निः अस्ति इति महानसे ज्ञातम्, अन्यत्र बहुत्र ज्ञातं, किन्तु पक्षे पर्वते वह्निः अस्ति वा न वा इति न ज्ञातम् इति कृत्वा अत्र वह्निः ज्ञातव्यः भवति, अनुमातव्यः भवति खलु। उत्तमं महोदय। अस्तु अग्रे। एवञ्च तत्र साध्यस्य संशयः पर्वते तद् अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः। पर्वते साध्यस्य संशयः अस्ति, अन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः, यद् भवान् इदानीमेव उक्तं। न न, अत्र प्रतिपादयतु अत्र किमस्ति इति। पर्वते तु व्याप्तिः इदानीं हेतुसाध्ययोः मध्ये व्याप्तिः तु तत्र सत्यं वा न वा इति न ज्ञातम् इदानीं पर्यन्तम्, अतः संशयः वर्तते साध्यमस्ति वा न वा, पक्षे वर्तते वा इति संशयः अस्ति, किन्तु कस्मिन् विषये निश्चयः अस्ति? महानासे इत्यादि उदाहरणे व्याप्तिनिश्चयः अस्ति। हा, पक्षे साध्यस्य संशयः अस्ति, उदाहरणेषु व्याप्तिनिश्चयः अस्ति। अस्तु अग्रे। अतः संस्कारादिक्रमेण अनुमिति उत्पत्तिः, अनुमिति उत्पत्तिः संस्कारादिक्रमेण, तदपि संस्कारादिक्रमेण स्वार्थानुमाने अत्र हेतुज्ञानं कथं भवति, केन प्रमाणेन भवति हेतुज्ञानम्? स्मरणज्ञानं हेतुज्ञानम्, हेतुः हेतुः कः? हेतु दृश्य, हेतु तु धूमः अस्ति। सत्यं, तर्हि धूमस्य ज्ञानं कथं भवति? प्रत्यक्षज्ञानं। हा सत्यं, हेतुज्ञानं प्रत्यक्षेन भवति, व्याप्तिज्ञानं केन भवति? व्याप्तिज्ञाने तु स्मरणे भवति, पूर्वं दृष्टमिति। स्मरणं केन भवति? संस्कारः वा महोदय? हा तदेव अत्र उक्तम्, संस्कारादिक्रमेण अनुवृत्त्युत्पत्तिः, तदस्माभिः दृष्टं खलु। हेतुज्ञानं प्रत्यक्षेन जायते, व्याप्तिज्ञानं स्मरणेन जायते, स्मरणं तु संस्कारेण जायते, उभाभ्यां हेतुज्ञानेन व्याप्तिज्ञानेन परामर्शज्ञानं भवति, तदेव अनुमानज्ञानं, अनुमानज्ञानेन अनुमितिज्ञानं भवति। तदेव अत्र उक्तं, संस्कारादिक्रमेण अनुवृत्त्युत्पत्तिः। इह तु सर्वापि पृथिवीपक्षः, पक्षश्च सः भवति यत्र साध्यसंशयः अस्ति इति अग्रे ग्रन्थकृत् स्वयमेव वक्ष्यति। ग्रन्थकारः स्वयं वदति, पक्षः सः भवति यत्र साध्यसंशयः अस्ति। तर्हि अत्र पक्षस्य लक्षणस्य विषये चिन्तनं, किं पक्षः भवितुम् अर्हति इति प्रश्नः। पर्वतः वह्निमान् धूमात् इत्यत्र यदि पर्वते वह्निः अस्ति इति निश्चयज्ञानमस्ति, तर्हि तत्र पक्षः, तत्र तर्हि पर्वतः पक्षः भवति वा? भवान् पर्वतः पुरतः तिष्ठति इति चिन्तयतु। इदानीं पर्वतं पश्यन् अस्ति, तत्र वह्निः साक्षात् दृश्यते इति चिन्तयतु। तर्हि संशयः नास्ति खलु, पर्वते वह्निः अस्ति वा न वा इति संशयः नास्ति खलु? नास्ति, प्रत्यक्षज्ञानमेव। हा तर्हि यत्र पर्वते साध्यम् अस्ति वा न वा इति संशयः नास्ति, तत्र अनुमानमेव न करणीयं खलु? महोदय, तर्हि पक्षः इत्युक्ते किम् इति चेत्, साध्ये संशयः, यस्मिन् साध्यस्य संशयः अस्ति तदेव पक्षः भवितुमर्हति खलु महोदय? पक्ष, ओ ऐ थॉट पक्ष इज़ द अनुमान एंड द प्लेस वेयर इट इज़ हैपनिंग। No, I didn't understand. What do you mean when you say place where it is happening means what? Udaharanam mode yat kivapi tadeva paksha bhavet kalu udaharanam tadeva kintu pakshaha iti iti kasya varnanam kartum shakyate yasya yasmin sadhyam asti va na va iti samshaya asti samshayavan sadhya samshayavan एव पक्षः भवितुमर्हति, साध्यनिश्चयवान् पक्षः न भवितुमर्हति। किमर्थम्? अत्र अत्र ज्ञातं खलु, ज्ञातं, तदेव अत्र उक्तम्। अस्तु तर्हि, सो यु केन् से संथिङ्ग् इस् अ पक्ष ओन्ली वेन् यु हेव् अ डौट् एस् टु वेदर् दि साध्यम् एक्सिस्ट् आन् इट् आर् नाट्, अदर्वैस् इट् इस् नाट् डस् नाट् इवन् क्वालिफै एस् अ पक्ष। महोदय, पक्षश्च सः भवति यत्र साध्यसंशयः अस्ति इति अग्रे ग्रन्थकृत् स्वयमेव वक्षति, किन्तु इदानीमेव विद्याधरीग्रन्थकारः अत्र वक्ष्यति, अत्र वदति. अस्तु अग्रे. ततः ततः यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते, तत्र तु सर्वत्र साध्यसंशय एव, साध्यसंशयः एव. यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते, हेतुः गन्धः साध्यसंशय एव. किमर्थं साध्यसंशय महोदय? पृथिवी इति पक्षः साध्यं हेतुः वा सम्भाव्यते, तत्र सर्वत्र साध्यसंशयः एव. अग्रे पठतु, अग्रे पठित्वा. अन्यत्र जलादौ न गन्धः अस्ति, नापि दर्शितरीत्या चतुर्दशभेदाः इति, इह हेतोः साध्यश्च साध्यस्य च विद्यमानत्वरूपः यः अन्वयः तद्घटिता व्याप्तिः न ज्ञातुं शक्यते. व्याप्तिः अन्वयव्याप्तिः ज्ञातुं न शक्यते हेतुसाध्ययोः, अतः संशयः एव भवितुं भवति वा महोदय? तत्र सर्वत्र नास्ति. अस्तु, अत्र तर्हि इदानीं पक्षः, वाट् क्वालिफैस् अस् पक्ष, तत्र पक्षस्य पक्षे के धर्माः भवेयुः? एकं पक्षम्, एकः पक्षः इति स्वीकर्तुं के धर्माः पक्षे भवेयुः? तत्र हेतुदर्शनं भवेत्. हा, हेतुमान् भवेत् पक्षः. पक्षे हेतोः हेतुः भवेत् खलु? आं महोदय. हा, तद् इति एकं. तर्हि हेतुमान् पक्षः हेतुमान् भवेत् इति एकम्. अनन्तरं पक्षकृते मनसि झटिति किमपि नागच्छति. न, साध्यमपि भवेत् खलु? साध्यं भवेत् इति व्याप्तिरूपेणैव भवेत् खलु? हा, सम्भावना, सत्यं महोदय, सम्भावना. हा, तर्हि पक्षः साध्यवान् भवितुम् अर्हः भवेत्, हेतुः तु भवेत्. इत्युक्ते जले पर जले वह्निः अस्ति वा न वा इति चिन्तनमपि कर्तुं शक्यते वा? किमर्थं? तत्र सम्भावना एव नास्ति. हा, वह्नेः सम्भावना एव न भवितुम् अर्हति खलु जलौ, जले. सत्यम्. इति कृत्वा साध्यसम्भाववान् भवेत् पक्षः. सत्यम्. आं महोदय. हेतुमान् भवेत्, साध्यसम्भाववान् भवेत्, तदनन्तरं साध्यसंशयवान् अपि भवेत्. इत्युक्ते इदानीं पर्वते वह्निः भवितुमर्हति वा न वा? भवितुमर्हति. अपि च अत्र वह्निः अस्ति इति ज्ञातमस्ति चेत् तत्र वह्निः पर्वतः पक्षः न भवति खलु? इति कृत्वा पक्षे त्रयः धर्माः भवेत्. एकं तु अत्र हेतुमान् भवेत् पर्वतः. द्वितीयं साध्यसम्भाववान् भवेत्. तृतीयं साध्यसंशयवान् भवेत्. साध्यः तस्मिन् अस्ति वा न वा इति संशयः भवेत् पक्षे. साध्यं भवितुम् अर्हतः भवेत् पक्षः, नो चेत् तत् पक्षमेव न भवति खलु. तृतीयं तु हेतुमान् भवेत्. तदेव अत्र उक्तं, ततः यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते तत्र तु सर्वत्र साध्यसंशयः एव. यदि पृथिवी हेतुः इति स्वीकुर्मः, अत्र विपरीतरीत्या उक्तं, यदि पृथिवी हेतुः इति स्वीकुर्मः, सारि क्षम्यतां, यदि पृथिवी पक्षः इति स्वीकुर्मः तर्हि तत्र साध्यसंशयवान् भवेत् पक्षः खलु. हा, तर्हि इदानीं पृथिवी इति अत्र वाक्यं किम्? पृथिवी गन्धवत्वात्. तर्हि इदानीं पृथिवी पक्षः भवितुम् अर्हति वा न वा इति पश्येम. पृथिवी हेतुमान् भवेत् खलु, तद् तदस्ति, गन्धः अस्ति. पृथिवी साध्य सम्भावनावान् भवेत् इत्युक्ते पृथिव्यां इतरभेदाः भवितुम् अर्हन्ति इति तादृशसम्भाववान् भवेत् अस्ति. अपि च इतरभेदाः पृथिव्याम् अस्ति वा न वा इति संशयः भवेत्, तदा एव पृथिवी पक्षः भवितुमर्हति. इदानीं पक्षः, हा, इति कृत्वा पृथिवी पक्षः भवितुम् अर्हति. किन्तु अन्यत्र जलादौ जलं तु हेतुमत् नास्ति. गन्धः यदा कदापि जले नास्ति इति कृत्वा जलादौ न गन्धः अस्ति, नापि दर्शितरीत्या चतुर्दशभेदाः इह हेतोः साध्यस्य विद्यमानत्वरूपः यः अन्वयः तद्घटिता व्याप्तिः न ज्ञातुं शक्यते. इह इत्युक्ते कुत्र? पक्षे न पक्ष इति वदतु. अत्र अस्मिन् वाक्ये इह इत्यस्य अर्थः कः? जलादौ वा महोदय? हा उत्तमं, जलादौ. हा तर्हि जले गन्धः न भवति, अपि च अत्र साध्यम् इति चतुर्दश इतरभेदाः स्वीकृताः खलु, ते नास्ति, गन्धः अपि नास्ति इति कृत्वा जलम् अत्र पक्षः न भवितुमर्हति इति एकम्. अपि च जलादौ अन्वयघटिता व्याप्तिः न वक्तुं न अत्र इह हेतोः साध्यस्य च विद्यमानरूपः यः अन्वयः जलादौ तद्घटिता व्याप्तिः न ज्ञातुं शक्यते. यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति यथा वक्तुं शक्यते, तथा यत्र यत्र गन्धः तत्र तत्र इतरभेदः यथा जलम् इति न वक्तुं शक्यते खलु. किमर्थमित्युक्ते जले गन्धः अपि नास्ति, इतरभेदः अपि नास्ति इति कृत्वा तादृशवाक्यं जलं स्वीकृत्य न वक्तुं शक्यते. बुद्धं वा? बुद्धं महोदय, बुद्धं महोदय. हा अस्तु, अग्रे गच्छामि. एतत् सर्वं केवल व्यतिरेकवाक्यनिरूपणार्थं निर्मितम्. आमाम्, अत्र वाक्यं कथमस्ति इति पश्यतु. पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात्, यद् इतरेभ्यः भिद्यते यद् इतरेभ्यः न भिद्यते न गन्धवत् यथा जलं न च इयं तथा इति उक्तं खलु. अत्र यथा जलम् इति अन्वयव्याप्तिघटितवाक्यं न वक्तुं शक्यते. यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति यथा वक्तुं शक्यते तथा अत्र यत्र यत्र गन्धः तत्र तत्र इतरभेदाः यथा जलम् इति न वक्तुं शक्यते तदेव अत्र उक्तम् अस्तु अग्रे गच्छेम धन्यवादः भगिनी केवलद्वयस्थले साध्यस्य अभिधेयत्वस्य अभावः सर्वदा अप्रसिद्ध इति न तत्र व्यतिरेकव्याप्तिग्रहः सम्भवति अत्र केवलद्वयस्थले वयं व्यतिरेकव्याप्तिः न वक्तुं शक्यते हेतुः किमर्थं चेत् अत्र अभिधेयत्वस्य अभावः सर्वदा अस्ति इति अभिधेयस्य अभावः सर्वदा अस्ति न अस्ति इति कृत्वा अत्र व्यतिरेकव्याप्तिः सर्वदा इत्यस्य कः अर्थः अनुमितेः पूर्वं परतो वा न अभिधेयत्व अभावः केनचित् प्रमाणेन सिद्ध्यति अनुमितेः पूर्वमपि च परमपि च अभिधेयत्व अभावः केनचित् प्रमाणेन न वक्तुं शक्यते अतः तत्र साध्यस्य अप्रसिद्धिः सार्वदिकी साध्यस्य अप्रसिद्धिः साध्यः अत्र अस्ति अभिधेयत्वम् अभिधेयत्वस्य अप्रसिद्धिः सर्वं सर्वदा अभिधेयत्वस्य अप्रसिद्धिः नास्ति समीचीनतया किञ्चित् मन्दं वदतु अतः तत्र साध्यस्य अप्रसिद्धिः साध्यस्य नास्ति साध्य अभावस्य टैपो न महोदय अत्र प्रिण्टिङ्ग् टङ्करदोषम् अस्ति वा अतः तत्र साध्यस्य अप्रसिद्धिः न सार्वदिकी इति भवेत् नो चेत् साध्य अभावस्य अप्रसिद्धिः इति भवेत् मम पुस्तके तु अभावस्य इति अस्ति अत्र न अत्र अभिधेयत्वस्य अभिधेयत्वम् इति साध्यं खलु अभिधेयत्वस्य अप्रसिद्धिः अस्ति चेत् कथं वा हा हा अभावस्य एव भवेत् हा ओ न जाने मम पुस्तके तु अत्र साध्य अभावस्य अप्रसिद्धिः सार्वदिकी इति उक्तम् अग्रे पठनीयं वा हा प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः अत्र अनुमितेः पूर्वम् इतरभेदः असिद्धः इतरभेदः अस्ति इति न वक्तुं शक्यते अत्र मम प्रश्नः अस्ति महोदय कुत्र इति जलादौ न पृथिव्यां वा पृथिव्यामेव वा ओके पृथिव्यां चतुर्दश इतरभेदाः वर्तन्ते खलु पृथिवी वायुः न पृथिवी जलं न पृथिवी आत्मा न पृथिवी गुणः न इति चतुर्दश इतरभेदाः पृथिव्यां वर्तते खलु ते सर्वे इतरभेदाः पृथिव्यां वर्तते इति अनुमानात् पूर्वम् अप्रसिद्धमस्ति न वक्तुं शक्यते दृष्ट्वा न वक्तुं शक्यते खलु केन प्रमाणेन भवति प्रत्यक्षप्रमाणेन इतरभेदाः पृथिव्यां वर्तते इति वक्तुं शक्यते वा न न अनुमानेन एव वक्तुं शक्यते अतः तर्हि अनुमानात् पूर्वं साध्यम् असिद्धमस्ति अग्रे अनुमितौ तु पक्षे इतरभेदरूपसाध्यं विषयः भवति इति वैषम्यं यदा अनुमानं कुर्मः तर्हि पक्षे इतरभेदरूपसाध्यं यदा वयं कुर्मः तदेव विषयं भवति कस्य विषयम् अनुमितेः विषयं तदेव अत्र वैषम्यम् इति दत्तमस्ति अतः वैषम्यम् इत्युक्ते अत्र विशेषः कयोः मध्ये वैषम्यं महोदय किम् उक्तम् अत्र कयोः मध्ये वैषम्यम् अत्र वह्निः यद् पर्वतः वह्निमान् धूमवत्वात् यथा महानसम् अपि च तद् नास्ति, तयोः मध्ये वैषम्यम् अत्र. घटः विधेयः इति वाक्ये वा केवलान्वयी अपि च केवलव्यतिरेकी अनयोः मध्ये वैषम्यं किम् इति चेत् केवलान्वयिस्थले यत् साध्यमस्ति अभिधेयत्वं तस्य अभावः, अभिधेयत्वस्य अभावः अनुमानात् प्राक् अनुमानस्य अनन्तरं तत्र यदा कदापि ज्ञातुं न शक्यते तस्य अप्रसिद्धत्वात्. किन्तु अत्र व्यतिरेक अनुमानस्थले व्यतिरेकव्याप्तिस्थले अनुमानात् प्राक् पृथिव्याम् इतरभेदाः वर्तन्ते इति अप्रसिद्धः, न ज्ञातः. किन्तु अनुमानस्य अनन्तरं तद् ज्ञातुं शक्यते इति तयोः मध्ये वैषम्यम्. बुद्धं वा? महोदय, अनुमितेः परमेव ज्ञातुं शक्यते अत्र साध्यं, परन्तु अनुमितेः पूर्वमपि च परं केवल अन्वयस्तरे तु ज्ञातमेव इति किल. इट् इस् आल्वेस् नोन् इन् द केस् आफ़् केवल अन्वयी, इट् इस् आल्वेस् नोन् दट् इस् बट् हियर् इट् इस् नोन् ओन्ली आन् अनुमिति. द साध्यम् इस् नोन् ओन्ली आन् अनुमिति. नो, दट्स् नाट् वाट् आई सेड् हियर्. साध्यस्य अभावः केवलान्वयिस्थले साध्यम् अभिधेयत्वम् अस्ति खलु. अभिधेयत्वस्य अभावः अनुमितेः पूर्वम् अनुमितेः परं न ज्ञातुं शक्यते. साध्यस्य अभावः न तु साध्यं, साध्यस्य अभावः पूर्वं परं न ज्ञातुं शक्यते. किन्तु केवलव्यतिरेकिस्थले साध्यस्य इत्युक्ते इतरेभ्यः भिद्यते इति साध्यं ज्ञातुं शक्य इति साध्यम् इतरेभ्यः भिद्यते इतरभेदाः इति साध्यं, तदेव साध्यं. साध्यम् अनुमेन अनुमाते अनुमानस्य पूर्वं न ज्ञातुं शक्यते, परं तु ज्ञातुं शक्यते एव इति अत्र उक्तम् इति भेदः. केवलान्वयस्थले साध्य अभावः अनुमानात् पूर्वम् अनुमानात् परं न ज्ञातुं शक्यते. केवलव्यतिरेकस्थले साध्यं न साध्यस्य अभावः न साध्यम् अनुमानात् पूर्वम् अप्रसिद्धः अनुमानात् परं ज्ञातुं शक्यते इति कृत्वा अत्र अनुमानं सप्रयोजनं भवति, नो चेत् अनुमानं व्यर्थं भवति खलु. So that is the ashaya, Mahodaya, to say that anumanam is the means of gaining knowledge here. Atra kevalam pratipaditam. Vaishamyam iti tayoho madhye bedah asti iti pratipaditam. Prayaha, atra prayojanam. No chet atra prayojanam eva nasti talu. Vedareka vyapti nirupane kim prayojanam. Atra kim sadayama. Anuma prithivyam chaturdashe itara bedah vartante iti sadhanam. Tarhi अनुमितिज्ञानस्य विषयः कः इति चेत् इतरभेदाः एव, न प्रकारः कः इति चेत् इतरभेदाः. विशेष्यः भवति पृथिवी, पृथिवी कीदृशी इति चेत् इतरभेदवती इति ज्ञातव्यम्. अस्तु, अग्रे पठतु. व्यतिरेकव्याप्तिग्रहः. अतः अत्र व्यतिरेकव्याप्तिः साध्य अभाव व्यापक अभाव प्रतियोगित्वरूपा अनुमिते प्राक् हेतौ ज्ञातव्या. अत्र साध्य अभाव इति पदेन इतरभेदस्य अभावः, व्यापक अभावः व्यापक अभावः इत्यनेन गन्धवत्वस्य गन्ध अभावः गन्धवत्वस्य अभावः न न अत्र समस्तपदम् अस्ति खलु. साध्याभावव्यापकप्रतियोगित्वारूपा इति तस्य विग्रहं वदतु. ओके, साध्य अभावः साध्यस्य अभावः साध्य अभावः व्यापक अभाव इति द्वन्द्व भवेत् वा महोदय? साध्य अभावः च व्यापकः अव्यापक अभावः. प्रथमं व्यापक अभावः इत्युक्ते किम्? व्यापकस्य अभावः. अस्तु, व्यापकस्य अभावः व्यापक अभावः. इदानीं साध्य अभावः व्यापक अभावः अनयोः मध्ये समासं करोतु. साध्य अभाव च व्यापक अभावः भवति. तस्य अर्थः एव नास्ति खलु. साध्य अभावः व्यापक अभावः इत्युक्ते किम्? व्यापक इति पदेन किं बोध्यम्? व्यापक इति पदेन गन्धः बोध्यम्. गन्धः इति हेतुः अस्ति खलु. हेतुः व्यापकः भवति वा? अत्र एवं भवति भगिनि, साध्य अभावः साध्यस्य अभावः साध्य अभावः, व्यापक अभावः इत्युक्ते व्यापकत्वस्य अभावः, वस्तुतः व्यापक अभावः. अस्तु, साध्य अभावे व्यापकत्व अभावः इत्युक्ते साध्यं व्यापकं न इति वाक्यम्. साध्यं व्यापकं न इति वाक्यम्. साध्यभावे व्यापकत्व अभावः, तर्हि तादृशव्यापकत्व अभावस्य प्रतियोगी, तस्मिन् विद्यमानधर्मः प्रतियोगित्वम्. तदेव पठितं खलु, अत्र व्यतिरेकव्याप्तौ व्याप्तेः प्रयोजनं किम्? यत्र यत्र धूमाभावः, यत्र यत्र वन्यभावः, तत्र तत्र धूमाभावः, यथा जलम् इति यथा ह्रदम्, यथा ह्रदः इति व्यतिरेकव्याप्तिवाक्यमासीत् खलु भगिनि. हा, तस्य वाक्यस्य प्रयोजनं किम्? यत्र यत्र वह्नि अभावः, तत्र तत्र धूमाभावः, यथा ह्रदः इति वाक्यस्य प्रयोजनं किम्? अनुमानं करणीयं साध्यस्य, अनुमानं करणीयम् इति एव प्रयोजनं खलु महोदय अत्र. हा, किन्तु अनेन वाक्ये अत्र कस्य अनुमानं? पर्वतः वह्निमान् धूमात् इति वाक्ये कस्य अनुमानं क्रियते? साध्यम् अत्र पक्षे साध्यस्य निरूपणं क्रियते अत्र. साध्यम् इत्युक्ते किम्? अत्र उदाहरणं मया उक्तं खलु, वह्निमान् पर्वतः इति. वह्निः साध्यं खलु. वह्निः साध्यं, तर्हि वह्नेः निरूपणं करणीयं. किं स्वीकृत्य? धूमं स्वीकृत्य. हा, तर्हि धूमं स्वीकृत्य वह्नेः निरूपणं करणीयम्. तस्मिन् सन्दर्भे यत्र यत्र साध्य अभावः, तत्र तत्र धूमाभावः, यदा ह्रदं ह्रदः इति वाक्यस्य प्रयोजनं किम्? प्रश्नः बुद्धः वा? हा महोदय, इट् इस् टु बेसिकलि रूल् औट् एण्ड् से दट् इफ् दट् इस् नाट् इफ् इट् इस् नाट् देर् देर् इस् नो इन्स्टेन्स् इन् विच् वितौट् द हेतु द साध्य हेस् बीन् शोन्. सो दिस् इस् टु रूल् औट् द केसस् वेर् you know, you can, if you say that the hetu is there and the satya is not there, then and the yeah, if you say that the hetu is not there and the satya is there, then there is no logic. I mean, there is no reason for it. Karya karana bhava iti. Correct. See, these are all things that we are now speaking in non-technical terms. Now, if you take a technical term, vyaptihi kutra bhavet. हेतौ भवेत् उत्तमं तर्हि अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति व्याप्तिः इत्युक्ते व्याप्यव्यापकसम्बन्धग्राह्यवाक्यं खलु वाक्यमिति नास्ति ज्ञानं व्याप्तिः इति ज्ञानं कश्चन ज्ञानं ज्ञाने किमस्ति व्याप्यव्यापक उभयोः मध्ये व्याप्यव्यापकभावः अस्ति इति ज्ञानं तादृशज्ञानं हेतौ भवेत् खलु तर्हि धूमः व्याप्यः वह्निः व्यापकः इति ज्ञानं धूमे अस्ति चेत् तादृशधूमम् अन्वयव्याप्तिग्रस्तधूमं स्वीकृत्य पर्वते वह्निः अस्ति इति निश्चयं कर्तुं शक्नुमः तत्र क्लेशः नास्ति इदानीं व्यतिरेकव्याप्तिः यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः यथा ह्रदः इति वाक्यम् उक्त्वा इति ज्ञानं ज्ञात्वा पर्वते वह्निः अस्ति इति कथं वा निर्णेतुं शक्नुमः कथं वा वक्तुं शक्नुमः तत्र सम्बन्धः करणीयः खलु तादृशव्याप्तिः व्यतिरेकव्याप्तिः कुत्र भवेत् तदपि धूमे एव भवेत् सत्यम् उत्तमं तदपि धूमे एव भवेत् तर्हि यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति व्याप्तिः धूमे कथम् आगच्छति तदेव तस्मिन् पाठे पठितम् अस्माभिः प्रतियोगित्वं स्वीकृत्य यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः तत्र हेतु अभावस्य प्रतियोगी कः हेतुः एव हा इति प्रतियोगित्वं स्वीकृत्य व्यतिरेकव्याप्तिः यथा धूमे आगतम् तदेव अत्र उक्तं साध्य अभावे व्यापकत्व अभावः अस्ति इति यदि ज्ञास्यामः तर्हि तत्र व्यापक अभावस्य प्रतियोगी सः इति चेत् हेतुः इत्युक्ते अत्र हेतुं स्वीकृत्य एव अत्र व्यापक अभावः इति एतत् सर्वं वक्तुं शक्यते अतः साध्य अभाव व्यापक अभाव प्रतियोगित्वरूपा अनुमितेः प्राक् हेतौ ज्ञातव्या हेतुः प्रतियोगी अस्ति कस्य प्रतियोगी अभावस्य प्रतियोगी अभावस्य एव प्रतियोगी भवति किन्तु अस्मिन् सन्दर्भे साध्य अभाव व्यापक अभावस्य प्रतियोगी हा साध्य अभाव व्यापक अभाव प्रतियोगी तर्हि इदानीं वदतु अत्र समस्तपदस्य विग्रहवाक्यं वदतु साध्य अभाव प्रतियोगी साध्य अभाव व्यापक अभाव प्रतियोगित्वं हेतौ ज्ञातं चेत् एव व्यतिरेकव्याप्तिः प्रयोजनसप्रयोजनं भवति नो चेत् व्यतिरेकव्याप्तेः प्रयोजनमेव नास्ति खलु तर्हि अत्र इदानीं वदतु साध्य अभाव व्यापक अभाव प्रतियोगित्वं तदेव अत्र चित्रे दत्तमस्ति 208 पेज् मध्ये चित्रं पठनीयं वा महोदय विग्रहवाक्यं वक्तव्यं वा न अत्र चित्रमस्ति चित्रं दृष्ट्वा वक्तुं शक्यते अत्र केवलम् अवगमनार्थम् अहं वदामि, किन्तु इदानीं विग्रहवाक्यं वदति चेत् पर्याप्तम्. साध्य अभावे सति व्यापक अभावः, व्यापकत्व अभावः, व्यापकत्व अभावस्य प्रतियोगित्व रूपा हेतुः, रूपः हेतु प्रतियोगित्व प्रतियोगी हेतुः. महोदय, ऐ हाव् वन् बेसिक् डौट् महोदय, वाट् इस् व्यापक हियर् फैनलि? व्यापक यत्र यत्र साध्य अभावः तत्र तत्र हेत्वभावः. तत्र व्यापकः इत्युक्ते धूमः, धूम अभावः खलु. व्यतिरेकव्याप्तौ हेत्वभावः एव व्यापकः. अस्तु, तर्हि इदानीं वदतु. किं महोदय, विग्रहवाक्यं वा? साध्य अभावे सति व्यापकत्व अभाव, सति सुतुमि नास्ति वदत्, साध्य अभावे, ओ साध्य अभावे व्यापक, सारि महोदय, ऐ गाट् कन्फ्यूस्ड्, साध्य अभावे व्यापकत्व अभावः अभावस्य प्रतियोगी हेतुः. प्रायः मया अपि दोषेन उक्तम् अत्र. तादृशं वदति चेत् अत्र क्लेशः भवति. साध्य अभावे व्यापकत्व अभावः तु अस्ति. किमर्थं साध्य अभावः इदानीं व्याप्यः अस्ति खलु इति कृत्वा साध्य अभावे व्यापकत्व अभावः इति विग्रहवाक्यं वदामश्चेत् साध्यम् इदानीं साध्यमिदानीं व्याप्यः भवति. तत्तु सत्यं, साध्य अभावे व्यापकत्व अभावः. किन्तु व्यापकत्व अभावस्य प्रतियोगी कः इति चेत् पुनः साध्यं भवति. तादृशं वदामश्चेत् किन्तु हेतुः भवेत्. अत्र पश्यतु, वह्नि अभावस्य व्यापकः यः धूम अभावः तत्प्रतियोगित्वं तदर्थः. व्यापकीभूतः यः धूम अभावः तत्प्रतियोगित्वं धूमे ब्रूमः इति चेत् इति ब्रूमः चेत् परम्परया सा धूमनिष्ठा अपि भवति इति उक्तम्. तर्हि साध्य अभाव साध्य अभाव व्यापकत्व अभाव प्रतियोगित्वं, प्रतियोगित्वं धूमे अस्ति, तर्हि धूम अभावस्य प्रतियोगित्वम् एव धूमे भवति. तर्हि धूमः व्यापकः, धूमः व्यापकः कस्य अपेक्षया इति चेत् वह्नि अभाव अपेक्षया धूमः व्यापकः. इदानीं समीचीनतया उक्तम्. धूमः धूमे प्रतियोगित्वं भवेत्. कस्य प्रतियोगित्वं? व्यापकत्व अभावप्रतियोगित्वं धूमे भवेत्. तर्हि व्यापकः इत्यस्य अर्थः कः? व्यापकत्व अभावस्य प्रतियोगित्वं धूमे इति कृत्वा अत्र व्यापकत्वं धूम अभावे व्यापकत्वम् अस्ति. स च व्यापकत्वं कस्य अपेक्षया इति चेत् वह्नि अपेक्षया, वह्नि अभाव अपेक्षया धूम अभावे व्यापकत्वं जातम्. तर्हि तादृशव्यापकत्व अभावप्रतियोगित्वं धूमे इति कृत्वा व्यतिरेकव्याप्तिः तत्र सप्रयोजनं भवति. अस्तु, तर्हि अत्र विग्रहवाक्यं कथं वक्तव्यम् इति चेत् साध्यस्य अभावः साध्य अभावः तदपेक्षया यद् व्यापकम् अस्ति तस्य व्यापकस्य अभावस्य प्रतियोगित्वं धूमे इति वक्तव्यम्। साध्ये अभावे व्यापकत्व अभावः इति चेत् क्लेशः भवति महोदय। साध्य अभावे सति इति वदामश्चेत् तदेव अर्थं किल महोदय? वदतु। साध्य अभावे सति इत्युक्ते वन्यभावे सति व्यापक एकनिमिषं, यत्र यत्र सति इति प्रयोगं करोति तत्र सर्वत्र यदा तदा इति वक्तव्यं। हा, यदा साध्य अभावः तदा व्यापकत्व अभावः अभावस्य प्रतियोगी धूमे इत्युक्ते हेतौ। यदा साध्य अभावः वदतु तदा यदा महोदय श्रूयते वा? श्रूयते श्रूयते। योर् वाय्स् इस् ब्रेकिङ्ग् सो ऐ वाज़न्ट् श्योर् इफ़् ऐ वाज़ ऑडिबल्। यदा साध्य अभावे तदा यदा साध्य अभावः तदा व्यापकत्व अभावः तादृशव्यापकत्व अभावस्य प्रतियोगित्वं हेतौ इत्युक्ते धूमौ धूमे अस्ति। किन्तु अत्र सति नास्ति खलु भगिनि? सति इति सति सतिसप्तमी केन सूत्रेण भवति? किञ्चित् चिन्तनं कुर्मः। यस्य च भावे च भावलक्षणं, यस्य च भावेन भावलक्षणम्। तर्हि अत्र लक्षणं करणीयम्। इदानीं तु व्याप्तिः, लक्षणं नास्ति अत्र। अत्र सामान्य उदाहरणं किम्? गोषु दुह्यमानासु गतः, सः गतः कदा गतः इति प्रश्ने गोषु दुह्यमानासु सः गतः इति उत्तरम्। तर्हि अत्र दोहनक्रियां स्वीकृत्य गमनक्रियायाः लक्षणं कुर्मः। गमनक्रिया इति लक्ष्यं, दोहनक्रिया इति लक्षणम्। सा दोहनक्रिया कुत्र अस्ति? गोषु अस्ति इति कृत्वा यस्य च भावेन भावलक्षणम् इति सूत्रेण भाववति लक्षणरूपभाववति लक्षणरूपक्रियायाः लक्षणभावक्रियाया क्रिया यस्मिन् अस्ति तस्य सप्तमी विभक्ति खलु। अत्र यदा वन्य अभावः जायते तदा व्यापकत्व अभावः जायते इति नास्ति खलु? इत्युक्ते वन्य अभावं स्वीकृत्य व्यापकत्व अभावं लक्ष्यति वा? You can conclude no more, yeah? वदतु, भवत्याः चिन्तनं किमिति प्रतिपादय। यदि वन्य अभावः तर्हि अत्र धूम अभावः व्यापकस्य अभावः तु निश्चितम् अस्ति एव किल महोदय? न, किन्तु अत्र धूम अभावः इति वदति चेत् वन्य अभावे सति धूम अभावः इति चेत् तत्र सति सत्यमि वक्तुं शक्यते। अत्र तु व्यापकत्वचिन्तनमस्ति, व्याप्यस्य अपेक्षया अत्र वन्यः अपेक्षया। हा, तर्हि अत्र व्यापकत्वम् इति अत्र सति इति नास्ति, इत्युक्ते यदा वन्य अभावः भवति तदा व्यापकत्वस्य अभावः नास्ति, धूमाभावः तत् वक्तुं शक्यते। इदानीं व्यापकत्वम् अच्छा विच्छुड बीन् व्याप्य अभाव व्यापक अभाव प्रतियोगित्वरूपा हेतु नो चेत् इच्छुड बीन् साध्य अभाव हेतु अभाव प्रतियोगित्व इत्युक्ते अत्र आशयः वह्नि अभावं स्वीकृत्य वह्नि अभावस्य अपेक्षया व्यापकत्वं धूमे नास्ति इति वक्तुं इति वक्तुम् इच्छामः। वह्नि अभाव अपेक्षया धूमे व्यापकत्व अभावः समीचीनं वदति वा अहं वदामि वा ममापि भ्रमः जातः इदानीं अस्तु एकवारम् अत्र पठेम भगिनि 208 गच्छतु हा महोदय व्यतिरेकव्याप्त्या हेतोः कः लाभः इति वा हा एकवारं पठतु तत्सूत्रम् अनुसरामः व्यतिरेकयोः व्याप्तिः व्यतिरेकव्याप्तिः इति हि प्रक्रान्तम् साध्य अभाव हेतु अभावौ प्रकृत अभावौ तयोः व्याप्तिः तत्रापि वह्नि अभावः व्याप्यः धूमाभावः व्यापकः इति अस्तु तावत् वह्नि अभाव धूम अभावयोः व्याप्यव्यापकभावः तेन प्रकृतिहेतोः धूमस्य कः लाभः अत्र व्याप्यव्यापकभावः वह्नि अभाव धूमभावयोः अस्ति इति अपि च प्रकृतहेतोः धूमस्य कः लाभः तेन व्यतिरेकव्याप्त्याः कः लाभः इति प्रश्नः वह्नि अभावे विद्यमाना धूम अभावव्याप्ति तत्रैव भवेत् न तु प्रकृतहेतौ धूमे वह्नि अभावे विद्यमाना धूम अभावव्याप्तिः तत्रैव भवेत् तत्र इत्युक्ते व्यतिरेकव्याप्तिः इति उक्त्वा धूमस्य किं प्रयोजनम् इति प्रश्नः साधकस्य व्याप्तिः तु हेतुः भवेत् खलु इति कृत्वा साधकस्य धूमस्य खलु व्याप्तिः पक्षधर्मता इति द्वौ गुणौ अपेक्षितौ दर्शितव्याप्तिः तु अस्ति वह्नि अभावे अत्र व्याप्तिः वह्नि अभावे अस्ति यत्र यत्र वह्नि अभावः तत्र तत्र धूम तत्र धूम अभावः इति उक्तत्वात् इति चेत् सत्यम् इयं व्याप्तिः वह्नि अभावनिष्ठा एव अत्र व्याप्तिः वह्नि अभावनिष्ठा इत्युक्ते अत्र व्यापकः धूम अभावः इति वयम् अवगन्तुं शक्नुमः तथापि तु व्यापकीभूतः यः धूम अभावः तत् प्रतियोगित्वं धूमे धूमः चेत् परम्परया सा धूमनिष्ठा अपि भवति तथापि तु यः धूम अभावः तत् प्रतियोगित्वं धूमे भ्रूमः चेत् परम्परया धूमाभावः धूमाभावः इति व्याप्ति वन्यभावनिष्ठा अस्ति अपि च धूमाभावः प्रतियोगितासम्बन्धेन धूमनिष्ठा अपि अस्ति इति सुद्विनिष्ठः अस्ति इति वन्यभावस्य व्यापकः यः धूम अभावः तत् प्रतियोगित्वं तदर्थः इह अपि सन्ति पञ्चपदार्थाः साध्यम् अभावः व्यापकत्वम् अभावः प्रतियोगित्वं च एतादृशप्रतियोगित्वरूपा या व्याप्तिः सा परामर्शे हेतौ भासते व्याप्तिः हेतौ भासते तादृशश्च हेतुः पक्षे इति आहत्य पूर्ववदेव परामर्शे सप्तपदार्थाः विषयाः साध्ये मुख्यप्रकारत्वं पक्षे च मुख्यविशेष्यत्वम् अत्र ज्ञानीयप्रकारत्वविशेष्यत्वे चित्रेण स्पष्टे इति चित्रम् एतादृशविवरणेन इदं निश्चितं यत् धूमे स्वस्य यः व्यापकः वह्निः तत् समाधिकरण्यरूपा अन्वयव्याप्तिः वर्तते यत् धूमे स्वस्य यः व्यापकः वह्निः तत् समानाधिकरण्यरूपा अन्वयव्याप्तिः वर्तते एवम् अनुपदं निरूपिता या अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूता अभावप्रतियोगित्वरूपा सा अपि वर्तते. पुनः एकवारं पठामि. पृष्ठसङ्ख्या 204 एवम् अनुपदं निरूपिता. या अभावयोः व्याप्तिः वह्नि अभावव्यापकीभूत अभावप्रतियोगित्वरूपा सा अपि वर्तते. अत्र वह्नि अभाव व्यापकी अत्र व्यापकीभूत अभाव इत्युक्ते धूम अभाव प्रतियोगित्वं कुत्र वर्तते इत्युक्ते हेतौ वर्तते, अपि च वह्नि अभावे अपि वर्तते. तदेव अवगन्तव्यं महोदय. तदेव इदानीं तत्र वह्नि अभाव व्यापकीभूत अभाव प्रतियोगिरूपा इत्यस्य विग्रहवाक्यं वक्तव्यं. वह्नेः अभावः वह्नि अभावे सति वह्नि अभावे वह्नि अभावस्य अपेक्षया व्यापकीभूत अभाव व्यापकीभूतस्य अभावः इत्युक्ते धूम अभावस्य प्रतियोगित्वरूपा हेतु धूमः इति. अत्र वाक्यं किमस्ति, अत्र सत्यम् इति अस्ति खलु, तत्रैव मुख्यवार्तमस्ति भगिनि. सत्यम् इति व्याप्तिः वह्नि अभावनिष्ठा एव, तथापि तु व्यापकीभूतः यः धूम अभावः व्यापकीभूतः यः धूम अभावः व्यापकः इति कस्य अपेक्षया वक्तुं शक्यते? वह्नि अभाव अपेक्षया खलु. तर्हि वह्नि अभावं स्वीकृत्य धूम अभावः व्यापकः इति कृत्वा तादृशधूम अभावस्य प्रतियोगित्वं धूमे. तर्हि यथा मया उक्तं वह्नि अभावः इति व्याप्यः अस्ति, तस्य अपेक्षया व्यापकः अस्ति धूमः. तर्हि व्यापकः इति धूमः, धूम अभावः इति न धूम अभावः इति व्यापकः न तु धूमः, धूम अभावः इति व्यापकः. धूम अभावे व्यापकत्वं कथं साधितम् इति चेत् वह्नि अभावं वह्नि अभावस्य अपेक्षया धूम अभावः व्यापकः भवति. तर्हि तादृशव्यापकीभूत धूम अभावस्य प्रतियोगी धूमः इति कृत्वा अत्र व्यतिरेकव्याप्तिः धूमे आगतम् इति यथा तथा अत्रापि. तर्हि अत्र वह्नि अभावव्यापकीभूतप्रतियोगित्वरूपा इति चेत् वह्नि अभावस्य यः व्यापकः अस्ति हेतु अभावः धूम अभावः तस्य प्रतियोगी धूमः तस्मिन् प्रतियोगित्वम् इति यथा एवम् अत्रापि. इदानीं 216th पेज् मध्ये गच्छेम. व्यतिरेकव्याप्तिः साध्य अभाव व्यापकी व्यापक अभाव प्रतियोगित्वरूपा. तर्हि साध्य अभावस्य अपेक्षया यद् व्यापक अभावः अस्ति तस्य प्रतियोगी. तर्हि साध्य अभावनिष्ठ अत्र तत्रैव क्लेशः. तत्र साध्य अभावे इति उक्तं चेत् क्लेशः भवति. साध्य अभावनिष्ठ व्यापक अभाव प्रतियोगित्वरूपा इति अवगन्तव्यम्. साध्य अभावनिष्ठ किमर्थं निष्ठ इति उक्तं? साध्य अभावस्य अपेक्षया साध्य अभावस्य अपेक्षया एव तत्र व्यापकत्वं सिद्ध्यति खलु. अत्र व्यापक इत्यनेन हेतुः स्वीकरणीयः अस्ति. अस्तु, तर्हि एतद् वाक्यम् अत्र इयं एतद् अनुमानं स्वीकृत्य वदति वा? पृथिवी पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात्. अत्र व्यतिरेकव्याप्तिवाक्यं किम्? इतरभेद अभाव गन्धवत्व अभाव प्रतियोगी न न प्रथमं वाक्यं वदतु भगिनि, प्रथमं वाक्यं वदतु, व्यतिरेकव्याप्तिवाक्यं वदतु, यत्र यत्र इति. ओके ओके, यत्र यत्र इतरभेदस्य अभावः तत्र तत्र गन्धस्य अभावः, गन्धवत्वस्य अभावः. उत्तमम्. यत्र यत्र इतरभेदः इति स्वयम् अभावः, अन्योन्य अभावः, तस्य अभावः. इदानीं यत्र यत्र इतरभेदाभावः तत्र तत्र गन्धवत्वं, गन्धवत्व अभावः, क्षम्यतां, गन्धवत्व अभावः इति व्यतिरेकव्याप्तिः खलु. तर्हि अत्र साध्यमस्ति, साध्यं किम्? हेतुः किम्? इतरभेदः साध्यं, हेतुः न, अस्मिन् वाक्ये, व्यतिरेकव्याप्तिवाक्ये अभावः अत्र साध्यं भवति इतरभेदाभावः. Today I'm not able to hear you. No, what is the, what is the, idanim punah ekvarim vakyam vakyam ekvarim vadatu bhagini, vyapya, you have to do something about your, dvani khandanam abhavat mohdi, I'm not able to hear you at all. No, because I think there is a problem with the speaker setup. When you are, if you are on mute, asa atra mute madhye bhavatu kripya, mute, please mute yourself. हा पश्यतु, इदानीं यत्किमपि अहं वदामि समीचीनतया श्रूयते किम्? अन्म्यूट् कृत्वा कृपया वदतु. हा महोदय, ओके, इट् स्टिल् गेट्स् कट्, ऐ थिङ्क् वास् द नेट्वर्क् टुडे. अस्तु, ऐल् चेक्, ऐल् लुक् इन् टु मै सौण्डिङ्ग् आल्सो महोदय. We have to do something about it. I think there is some problem that is coming. If you are on speaker phone, there is always a problem with FCC. Okay. Whatever you do with FCC, this is speaker phone, because it picks up and it gets into a loop. Okay. The mic that you have... Bhavatah samyak shruyate mahodaya. Haa? Idan to bahu samyak shruyate. Bhavatah samyak shruyate. Haa. So others don't have a problem, those who are on headphones don't have a problem. Astu tarhi Varsha bhagini idanim vadatu atra vyatireka vyapti vakyam kim. Ha, yatra yatra yatra yatra itara bhedasya abhavah tatra tatra gatavatvasya abhavah iti eva vyatireka vyapti vakyam. Satyam. Tarhi atra sadhyam kim, hetuh kah? साध्यं तु इतरभेद अभावः नास्ति भगिनि. इदानीं व्यतिरेकव्याप्तिः खलु, व्यतिरेकव्याप्तौ विपरीतं वैपरीत्यं जायते खलु. ओके, डेफिनेशन् इट्सेल्फ, सारी महोदय, डेफिनेशन् इट्सेल्फ चेञ्जस्, सारी. अतः गन्धवत्व अभावः साध्यः एण्ड् इतरभेद अभावः हेतुः. हा, नौ यू हैव गॉट इट राइट. Mahode, is that really right? Because I got very confused now. Is it really right? Because I always thought it was the other way around. You have to explain yourself. What is this other way around? Yatra yatra yatra yatra hetuhu tatra tatra sadhyah iti anvaya vakyam. Yatra yatra sadhya bhavah tatra tatra hetu bhavah iti eva vyatireka vakyam bhavet kila mahodaya. Now we are changing the whole definition of sadhya and hetu to choose suit vyatireka anvayi. Sadhyam hetu परिवर्तनं भवितुम् अर्हति वा महोदय? न, साध्यं तु साध्यमेव तिष्ठति, हेतुः तु हेतुरूपेणैव तिष्ठति. तर्हि इदानीं पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इत्यत्र इतरभेदः इति साध्यम्। गन्धवत्वम् इति हेतुः खलु। तर्हि यत्र यत्र यत्र इदानीम् अन्वयवाक्यं किम्? यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदः इति अन्वयव्याप्तिवाक्यं। तद् वाक्यं न वक्तुं शक्यते। किमर्थम् इति चेत् इतरभेदः न ज्ञातः, अनुमानात् पूर्वम् इतरभेदः न ज्ञातः इति कृत्वा यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदाः इति न वक्तुं शक्यते। अस्तु, इदानीं व्यतिरेकव्याप्ति वाक्यं किम्? यत्र यत्र इतरभेदः तत्र तत्र गन्धवत्वम्। अस्तु, मया दोषः कृतः अत्र। किं व्याप्यः किं व्यापकः इति प्रष्टव्यमासीत् मया। किं हेतुः किं साध्यम् इति मया पृष्टम्, तत्र दोषः कृतः। अस्तु, यत्र यत्र इतरभेद अभावः तत्र तत्र गन्धवत्व अभावः इत्यस्मिन् व्यतिरेकव्याप्तिवाक्ये किं व्याप्यः? साध्यः महोदय, इतरभेदः वा व्याप्यः? इतरभेद अभावः व्याप्यः। हा, इतरभेद अभावः व्याप्यः। गन्धवत्व अभावः व्यापकः खलु। तर्हि एतद् वाक्यं स्वीकृत्य साध्य अभाव व्यापक अभाव प्रतियोगिरूपा इति इति वाक्यं पुनः वदतु। इतरभेद अभाव अभावनिष्ठ, गन्धवत्व अभावः अभावस्य प्रतियोगी गन्धः। सत्यम्, उत्तमम्। इदानीं समीचीनम्। इतरभेद अभावनिष्ठ व्यापकः कः? इतरभेदः अभावः यदि व्याप्यः अस्ति तर्हि व्यापकः अस्ति गन्धवत्वम्। तर्हि गन्धवत्व अभावप्रतियोगी गन्धवत्वं, नो चेत् गन्धः इति अनुमितेः प्राक् हेतौ ज्ञातव्या। तद् ज्ञातुं शक्यते वा न वा? शक्यते। प्रतिपादयतु कथम् इति। That's the entire thing given after this one, Mahodaya. Sadhya, the explanation is actually coming forward. Sadhya abhava, vyapaka abhavati. Atra itra bhedasya abhava kutra kutra vartate, prithvi vihaya sarvatra vartate. Atra vyapaka abhava api vartate. Vyapaka abhava ityukte atra gandhavatvasya abhava api prithvi vihaya sarvatra vartate. Atra samanadhikaranam asti iti kritva. Atra sadhya abhava nishtha इत्युक्ते इतरभेद इतरभेद अभावनिष्ठ अत्र इत्युक्ते कुत्र? जलादौ यत्रापि पृथ्वी विहाय सर्वत्र। अस्तु, वदतु। पृथ्वी विहाय सर्वत्र इतरभेद अभावः अस्ति। तद् अधिकरणे एव अत्र व्यापक अभावः अपि अस्ति इत्युक्ते अत्र गन्धवत्व अभावः अपि अस्ति इति कृत्वा अन्वयव्याख्या व्यतिरेकव्याख्येन अत्र वक्तुं शक्यते। व्यतिरेकवाक्येन वक्तुं शक्यते इतरभेदस्य अभावनिष्ठ गन्धसत्त्वस्य अभावः गन्धे अस्ति इति। यत्र यत्र सोरि नो नो ऐ शुड् टेल् इट् लैक् यत्र यत्र इतरभेद अभावः तत्र तत्र गन्ध अभावः इति वक्तुं शक्यते। यत्र यत्र इतरभेद अभावः इतरभेदम् अज्ञात्वा इतरभेद अभावः ज्ञातुं शक्यते वा? इतरभेदः किमर्थम् अज्ञात्वा न वक्तुं शक्यते महोदय वितौट् नोयिङ्ग् इतरभेदः. तर्हि शक्यते इयं ज्ञातुम् इति कथम्? So we have to think through a little slowly. We cannot rush through this. Darshitaritya jale itarabheda sattve api na tatra jalabhedaha. Itute itarabhedaha asti. Kintu ete chaturdasha itarabhedaha na santi. Sadhyam kim? हा इति अत्र किञ्चित् वैशिष्ट्यमस्ति. अत्र इतरभेदसत्त्वे अपि न तत्र जलभेदः इत्युक्तं चेत् तत्र इतरभेदाः इति अत्र समुदायत्वेन न स्वीकृतं. यदि समुदायत्वेन स्वीकृतं चेत् तदेव साध्यं. चतुर्दश इतरभेदाः इति एकं समुदायं कुर्मश्चेत् तदेव साध्यं. तद् अनुमानात् प्राक् न ज्ञातुं शक्यते. यदि न ज्ञातुं शक्यते तर्हि तस्य अभावः अपि न ज्ञातुं शक्यते इति आयास्यति. तर्हि इतरभेदसत्त्वे अपि न तत्र जलभेदः इति उक्तम्. सो वी हेव् टु ब्रेक् इट् डौन् अ लिटिल् मोर्. अतः जलादिपदार्थेषु चतुर्दशसु सर्वत्र चतुर्दशभेदाः प्रकृतसाध्यं न सम्भवति. अस्तु, किं कुर्मः? इदानीं समयः जातः, किन्तु अत्र किञ्चित् चिन्तनीयमस्ति. वस्तुतः वी हेव् टु ब्रेक् इट् डौन् अ लिटिल् मोर्. अग्रिमे वर्गे इतोपि चिन्तनं कुर्मः. ऐ विल् आल्सो ट्रै टु सी एकनिमिषम् अत्र ध्वनिमुद्रणं स्थगयामि. सर्वेभ्यो नमस्कारः, धन्यवादः.